नमस्सर्वेभ्यः अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति सार्वधातुकलकाराः अर्धधातुकलकाराः च अधिकचिन्तनम् इति विषयः प्रवर्तमानः अस्ति। तत्र करपत्रे परिशिष्टम् इति भागः अवशिष्टः अस्ति, तं भागं पठित्वा अग्रे सर्तुं शक्नुमः। पुनः एकवारम् आरम्भतः एकवारं पठामः, ततः अग्रे अद्य गन्तुं शक्नुमः। विजयलक्ष्मी भगिनी आरम्भं करोति वा? आरम्भतः भगिनी विजयलक्ष्मी उक्तवती वा जयलक्ष्मी उक्तवती वा? विजयलक्ष्मी। अस्तु, मामपि तदेव सन्देहः आसीत्। नमस्ते भगिनि, सुमनस्मि। नमस्कारः। नवरात्रिदिनाङ्के जयलक्ष्मी विजयलक्ष्मी द्वयमपि जयमपेक्षितं वा विजयमपेक्षितं वा द्वौ अपि अपेक्षितम्। अस्तु, परिशिष्टम् इति भगिनि सत्यं पूर्णपरिशिष्टभागपठनीयं वा? आरम्भतः पठतु। परिशिष्टं प्रक्रियाक्रमप्रसङ्गे किञ्चित् मूल्यवत् चिन्तनं। प्रश्नः उदेति यत् लस्य स्थाने तिङ्प्रत्ययाः प्रथमम् आयान्ति अथवा प्रथमं विकरणप्रत्ययः विधीयते। अस्य बोधार्थं सर्वप्रथमं ज्ञातव्यं प्रक्रिया का, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति। सार्वधातुकप्रक्रिया इति चेत् विवक्षाम् अनुसृत्य धातुः यथा भू योगः लकारः यथा लट् लट् लकारः धातुभ्यः विधीयते, अपि च तिंशित् भिन्नः अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसम्यकः धातुभ्यः विधीयमानः लकारः तु प्रत्ययः, तिङ् भिन्नश्च अतः लकारः इति प्रत्ययः कृत् अतिङ् इत्यनेन कृत् सम्यकः असार्वधातुकसम्यकः इत्यतः कर्तरि शप् इत्यस्य प्रसक्तिर्नास्ति। लस्य तिप् तस् झि सिप् थस् थ मिप् वस्मस् इति दीर्घसूत्रेण इत्याभ्यां तिङ् विधानं भूयोगः तिप् तिङ् षित् सार्वधातुकं तिबादयः सार्वधातुकसम्यकाः कर्त्रर्थकाश्च कर्तरि शप् इत्यनेन धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके भूयोगः शप् योगः तिप् भवति इति रूपं निष्पद्यते। आहत्य लकारस्य स्थाने तिङ्। तावदेकवारं वदतु भगिनि, तावत् किं बुद्धम् इति एकवारं स्मारयतु। अत्र प्रक्रिया प्रथमं प्रक्रियाक्रम प्रसङ्गे यदि चिन्तनं कुर्मः, प्रश्नः कः अत्र प्रश्नः कः प्रश्नः लस्य स्थाने तिङ् प्रत्ययाः प्रथमम् आयान्ति वा अथवा विकरणप्रत्ययः प्रथमं विधीयते वा इति प्रश्नः। अत्र सार्वधातुकप्रक्रिया भवति चेत् अस्माकं विवक्षा अनुसारं धातु भू इति यदि स्वीकुर्मः तर्हि लट् लकारः अस्माकं विवक्षा अस्ति इति चिन्तयामः। तर्हि लट् लकार धातुभ्यः विधीयमानः सिङ् षित् भिन्नः आर्धधातुकशेष इत्यनेन आर्धधातुकसम्यकः धातुतः विधीयमानः लकारः तिङ्षित् तिङ् भिन्नश्च अतः लकारः इति प्रत्ययः कृद् अतिङ् इति सूत्रेण असार्वधातुकसम्यकः इति। किमर्थम् असार्वधातुकः आर्धधातुकः इति एव वक्तुं शक्यते खलु? आर्धधातुकः इति वक्तुं शक्नुमः, किञ्चित् भिन्नरीत्या उक्तं तावदेव। असार्वधातुकसम्यकः इत्यतः कर्तरि शप् इति न आयाति। कर्तरि शप् तु सार्वधातुक प्रत्ययनिमित्तं भवति चेत् एव आयाति। लस्य इत्यनेन सिप् लस्य इत्यस्य कोरिलेशन् अस्ति सिप् तस्जि इति सूत्रेण अत्र तिङ् प्रत्ययस्य विधानं भवति भूयोगः तिप् इति तिंशित् सार्वधातुकम् इति सूत्रेण सिप् आयाति सिप् सार्वधातुकसम्यकः अस्ति तदर्थं कर्तरी शप् इति सूत्रेण अत्र शप् प्रत्ययः धातुपरः सिबादयः पूर्वम् आयाति तत्र भूयोगः शप् योगः तिप् इति आयाति भवति इति रूपं निष्पद्यते. सत्यम्. इत्युक्ते अस्माकं प्रश्नः कः इति चेत् तिङ् प्रत्ययः प्रथमम् आयाति वा लकारस्य स्थाने, नो चेत् विकरणप्रत्ययः प्रथमम् आयाति वा इति प्रश्नः. सार्वधातुकप्रक्रियायां तु प्रथमं तु तिङ् प्रत्ययः एव आयाति, यतोहि तिङ् प्रत्ययः नास्ति चेत् विकरणप्रत्ययः आगन्तुं न शक्नोति. यतोहि विकरणप्रत्ययः तिङ् प्रत्ययं निमित्तीकृत्य आगच्छति. यावत्पर्यन्तं तिङ् प्रत्ययः नास्ति तावत्पर्यन्तं विकरणप्रत्ययः न आगन्तुं शक्नोति. तयोः परस्परम् आश्रयः अस्ति, अन्योन्य आश्रयः अस्ति. इत्युक्ते तिङ् प्रत्ययः आगच्छति चेत् एव विकरणप्रत्ययः आगन्तुं शक्नोति, यतोहि तिङ् प्रत्ययः सार्वधातुकः अस्ति. अतः सार्वधातुकप्रक्रियायां स्पष्टता अस्ति, तत्र किं प्रथमं भवति इति स्पष्टतया ज्ञातुं शक्नुमः. तिङ् प्रत्ययः प्रथमं भवति लकारस्य स्थाने, तदनन्तरं विकरणप्रत्ययः भवति. अस्तु, तर्हि इतः अग्रे सूर्यकुमारी भगिनी पठतु. अस्ति वा भगिनि? अस्तु, रामनाथन् महोदय पठतु. आं भगिनि, आहत्य लकारस्य स्थाने तिङ् तदा तिङ् सार्वधातुकत्वात् शप् विधानं यावत् सार्वधातुकसंज्ञकः प्रत्ययः न आगच्छेत् तावत् कर्तरि शप् इत्यस्य प्रसक्तिः प्रसक्तिर्न स्यात् शप् च शपं प्रपाद्य अन्ये विकरणप्रत्ययाः च तदा विधीयन्ते तदा धातोः परः सार्वधातुकसंज्ञकः प्रत्ययः विधीयते. एवं भवति लटि विद्यते. एवं भवति लटि, लोटि, लङ्गि, विधिलिङ्गि अपि च शत्रुशानचोः. सार्वधातुक शप् इति विकरणप्रत्ययविधानम् अस्ति. यावत् कर्तरि शप् इति कारणेन एव आगच्छति इत्यस्य कर्तरीशप् इति कारणात् शप् इति विकरणप्रत्ययः प्रथमम् आगच्छति. धातु तिङ् प्रत्ययं मध्ये शप् इति प्रत्ययम् आगच्छति विकरणप्रत्ययः. शप् च शपं प्रपाद्य अन्ये विकरणप्रत्ययाः च तदा विधीयन्ते यदा धातोः परः सार्वधातुकसंज्ञः विद्यते. तद् लटि, लोटि, लङ्गि, विधिलिङ्गि अपि शत्रुचाणक्योः योजनकाले वर्तते. एतादृशविकरणप्रत्ययः कर्तरि शप् वा नो चेत् गणम् अनुसृत्य विकरणप्रत्ययः लटि, लोटि, लङ्गि, विधिर्लिङ्गि एतेषु लकारेषु भवति, अपि च शत्रुशानश्रत्ययः अस्ति चेदपि भवति. शत्रुशानश्रत्ययः अस्ति चेदपि भवति. किमर्थं शत्रुशानच् इति प्रत्यय चकारमादौ अस्ति क्षितः. अतः द्वयं द्वयमपि कर्तरि शप् इति भवितुम् अर्हति. किमर्थम् शितः इति कृत्वा सार्वधातुकप्रत्ययः अस्ति इति कृत्वा एव विकरणप्रत्ययः आगच्छति. यतोहि विकरणप्रत्ययस्य निमित्तम् अस्ति सार्वधातुकप्रत्ययः. कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् एव गणनिमित्तिकविकरणप्रत्ययः आगन्तुं शक्नोति. शप् भवतु, श्यन् भवतु, अथवा श्नं भवतु, यः कोऽपि प्रत्ययः भवतु, विकरणप्रत्ययः भवतु, धातुतः सार्वधातुककर्त्रार्थकप्रत्ययः अस्ति चेत् एव भवति. इदानीं शत्रुप्रत्ययः, शानत्प्रत्ययः अपि तथैव. शत्रुप्रत्ययः कर्त्रार्थे भवति चेत् कर्त्रार्थे एव भवति शत्रुप्रत्ययः. शानज् प्रत्ययः कर्त्रार्थे भवति चेत् तत्रापि विकरणप्रत्ययः शप् वा श्यन् वा यः कोऽपि विकरणप्रत्ययः आगन्तुं शक्नोति गणमनुसृत्य. अस्तु, समीचीनं. शत्रुशानचोः लस्य इति सूत्रं विना सार्वधातुकसंज्ञा. महोदय धन्यवादः. अग्रे वसन्ति भगिनी पठतु. वसन्ति भगिनी अस्ति वा? पठतु. शत्रुशानचोः लस्य इति सूत्रं विना सार्वधातुकसंज्ञा साक्षात् भवति शित्वात्. शत्रुप्रत्ययः च शाणज् प्रत्ययः च लट् लकारस्य स्थाने भवतः. लटः शत्रुशाणच्छाव प्रथमासमानाधिकरणे इत्येन अत्र अपि शत्रुशाणचोः सार्वधातुकवात् सार्वधातुकत्वात् कर्तरि शप् इत्येन शप् विधीयते. शत्रुशाणच्च सार्वधातुकप्रत्ययः षित् अस्ति, अतः तिङ्क्षित् इति सूत्रेण सार्वधातुकः. सो शत्रुशाणच् प्रत्ययः सार्वधातुक कृत् प्रत्ययः. सो लट् लकार सार्वधातुकप्रत्ययः. सो लट् लकारस्य स्थाने आयाति. सार्वधातुकप्रत्ययः इति कारणात् कर्तरि शप् सूत्रेण विकरणप्रत्ययः शप् गणनिमित्त गण अनुसृत्य विकरणप्रत्ययः धातोः अण्ड् शत्रुशादच् प्रत्ययोः मध्ये गणविग्रहणप्रत्ययः आयाति. हा, बहु समीचीनं. तर्हि अत्र सारांशः कः इति अरविन्द महोदय वदतु. एतावता तत्र सार्वधात्तुकप्रक्रियायां सारांशः कः? सार्वधातुकप्रत्ययः लकारनिमित्त एव अनुमीयते. लकारस्य स्थाने प्रथमं लस्य सूत्रेण तिङ् विधीयते. तिङ् विधानं भवति चेत् धातुः तिङ् दृश्यते कृत्वा कर्तरि कर्त्रार्थे सर्वधातुक भवति इति कारणेन कर्तरि शप् इति सूत्रस्य विधानं भवति. इति शप् विधानेन गणनिमित्तीकृत्य अन्य गणसम्बन्धिसूत्राणि अपि आयान्ति. एतादृशस्थितिः कुत्र कुत्र भवति? यत्र लट् लोट् लङ् विधिलिङ् इति चतुर्षु अवस्थास्तु सर्वधातुकत्वं कर्तरि कर्तरार्थम् अस्ति कृत्वा कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति. अपि च कृत् प्रत्ययः अपि च शत्रुशानचोगि लकार नास्ति कृ अपि तु सित्वत्वात् सर्वधातुकत्वं भवति कृत्वा कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति. हा, बहु समीचीनं महोदय. तथैव अस्ति इत्युक्ते केवलं सार्वधातुकप्रक्रियायाम् एव विकरणप्रत्ययः शप् श्यन् इत्यादयः भवितुम् अर्हति, अन्यत्र नास्ति. सार्वधातुकप्रक्रिया कुत्र भवति इति चेत् यदा धातोः परे यः प्रत्ययः अस्ति सः सार्वधातुकप्रत्ययः अस्ति. धातुः प्रत्ययः सार्वधातुकप्रत्ययोः मध्ये अन्यत् किमपि नास्ति. तादृशसन्दर्भे एव विकरणप्रत्ययः विधीयन्ते. एतादृशसन्दर्भः तु लट् लोट् लङ् विधिलिङ् अपि च शत्रुशानजोः, तत्र एव एतादृशपरिस्थितिः अस्ति. अतः तत्रैव विकरणप्रत्ययः विद्यते इति तावदधीतम्. इदानीं सार्वधातुकप्रक्रियायाः विषये स्पष्टता अस्ति इति चिन्तयामि. इतः अग्रे आर्धधातुकचिन्तनं कर्तुं शक्नुमः. भगिनि, विषये पुनः वदतु. शत्रुशानच् विषये स्वभावकारणात् कर्तृत्वे एव भवति इति वक्तुं शक्यते वा? स्वभावकारणात् नास्ति. तत्र शत्रुप्रत्ययः कर्तरि कृत् इति सूत्रेण कृत् प्रत्ययः कर्त्रार्थे भवन्ति इति डिफाल्ट् अस्ति. डिफाल्ट् सर्वे कृत् प्रत्ययः कर्त्रार्थे एव भवन्ति इति डिफाल्ट् अस्ति. तदनन्तरम् अपवादाः सन्ति. तत् प्रत्ययः कर्मार्थे भवति, तवतु प्रत्ययः कर्मार्थे भवति इति तादृश अपवादाः सन्ति. अतः सामान्यतया कृत् प्रत्ययः कर्त्रार्थे भवन्ति. अतः शत्रुप्रत्ययः कृत् प्रत्ययः इति कृत्वा कर्त्रार्थे अस्ति. शानच् प्रत्ययः कृत् प्रत्ययः इति कृत्वा कर्त्रार्थे अस्ति. शानच् प्रत्ययः कर्मार्थे अपि भवति. अस्तु भगिनि, अस्तु, भवत्येव अग्रे पठतु. एकः संशयः भगिनि, अत्र सूत्रे 3-2-1-2-4 लटः शत्रुशानच् शानचाव प्रथमा समानाधिकरणे, वाट् इस् द मीनिङ्ग् आफ् समानाधिकरणे हियर्? हा, इत्युक्ते तत्र इदानीं सूत्रस्य विवरणं न वदामि. तत्र सूत्रस्य शत्रुप्रत्ययस्य विषये यदा पठामः तदानीं तत्र समानाधिकरणम् इत्यस्य को अर्थः इति वयं ज्ञातुं शक्नुमः. इत्युक्ते शत्रुप्रत्ययः सामान्यतया विशेषणं भवति खलु, विशेष्यस्य विशेषणं भवति शत्रुप्रत्ययः. बालकः गच्छन् बालकः गच्छन् खादति, बालकः गच्छन् खादति अथवा बालकः गच्छन् पठति इति वदामः चेत् तत्र गच्छन् इति पदं बालकः इति पदेन सह तस्य समानाधिकरण्यम् अस्ति. एकस्मिन् समानाधिकरणे तयोः विभक्तिः समाना, अपि च वचनं समानं, सर्वं समानम् अस्ति खलु, गच्छन् अपि च बालकः. तर्हि तयोः समानाधिकरण्यम् अस्ति इति वदामः. अत्र वचनं विभक्तिः सर्वं, पुरुषः वचनं विभक्तिः सर्वं समानम् अस्ति. यत्र विशेषविशेषभावः अस्ति तत्र समानाधिकरण्यं भवति इति तत्र अर्थः अस्ति. धन्यवादः. अस्तु भगिनि, कृपया. अधुना आर्धधातुकचिन्तनं. दृश्यकारः स्वीक्रियताम् सिद्धान्तकौमुद्यां प्रक्रिया एतादृशी प्रदर्शिता भवति. आप् योगः लृट्, आप् लृट् स्थाने इल् अवशिष्यते लप्स्य इति सूत्रकारणेन. सिप्तस् जि सिप्तस् स्तम् मिब् इति सूत्रेण तिङ् विधानम् इत्याभ्यां तिङ् विधानम् आप् योगः सिप् तिंशित् सार्वधातुकम्. सिप् सार्वधातुकसंज्ञकः कर्तृर्थकश्च कर्तरि शप् विधीयते. शपं प्रबाद्य स्यतासि लृलुटो इत्येन स्य विधानम्, अतः आप् योगः स्य योगहति आप्स्यति. अतः सिद्धान्तकौमुद्यां स्यतासि लृलुटो कर्तरि शप् इत्यस्य अपवादः ओ ओके प्रथमतया अत्र साधारण प्रक्रिया लिखितम् अस्ति आप् इति धातुः लिट् भविष्यत् काल लकारः आप् योगः इल् लस्य इति कारणेन भवति तदनन्तरं तिङ् यदि तिप् इति प्रत्ययः प्रत्ययस्य योजनं वयं विवक्षामि तदा तिप् आगच्छति आप् योगः इल् योगः आप् योगः तिप् आगच्छति ति अवशिष्यते तिप् सार्वधातुकसंज्ञकः कर्तृत्वकवेशे कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति अतः नार्मल् थिङ्ग् वुड् हव् बीन् आप् स्य आप् ति तदनन्तरम् इदं लिखितम् अस्ति शपं प्रबाद्य अर्थात् बाधकरूपेण स्यतासि लृलुटोः इत्यनेन स्य इति प्रत्ययः आगच्छति विकरणप्रत्ययः अतः आप् योगः स्य योगः ति आप्स्यति इति रूपम् आगच्छति अतः सिद्धान्तकौमुद्यां लिखितम् अस्ति स्यतासि लृलुटो इति सूत्रं कर्तरि शप् इति सूत्रस्य अपवादरूपेण अस्ति इति तस्य कः अर्थः अपवादरूपेण अस्ति इति न इत्यनेन अपवादरूपेण अस्ति चेत् कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति परन्तु लृट्यकार विवक्षा अस्ति अतः शतासि लृटो इति सूत्रम् आगच्छति बाधकरूपेण कर्तरि शप् इति सूत्रस्य बाधकरूपेण समीचीनं तर्हि अत्र पश्यामः अत्र तु आर्धधातुकप्रक्रियायाः चिन्तनमस्ति किमर्थम् इति चेत् धातोः परः यः स्य इति प्रत्ययः आर्धधातुकः अस्ति यत्र कुत्रापि धातोः अनन्तरं यः प्रत्ययः सार्वधातुकः अस्ति तर्हि सार्वधातुकप्रक्रिया इति वदामः धातोः परः यः प्रत्ययः आर्धधातुकः तर्हि आर्धधातुकप्रक्रिया इति वदामः अधुना आर्धधातुकप्रक्रिया अस्ति आर्धधातुकप्रक्रिया अस्ति तर्हि सिद्धान्तकौमुद्यां तत्र प्रक्रियायां सोपानानि कानि इति अत्र दत्तानि आप् इति धातुतः लृट् लकारस्य विवक्षायां तर्हि धातुतः लृट् इति लकारः विधीयते लृट् लकारे टकारस्य इत्संज्ञा ऋकारस्यापि इत्संज्ञा ऋकारस्य इत्संज्ञा केन सूत्रेण उपदेशे जनुनासिक इत् अच्छपि अस्ति खलु उपदेशे जनुनासिक तकारस्य इत्संज्ञा अलङ्क्यम् इति समीचीनं तर्हि आप् योगः ल इति अवशिष्यते इदानीं लकारस्य स्थाने लस्य इति सूत्रेण लकारस्य स्थाने प्रत्ययः विधीयन्ते लस्य इति सूत्रं वदति यः प्रत्ययः विधीयते सः लकारस्य स्थाने विधीयते लस्य इति अधिकारे ये प्रत्ययाः सन्ति ते प्रत्ययाः लकारस्य स्थाने एव विधीयन्ते तर्हि इदानीं लस्य इति सूत्रस्य अनन्तरं तिबादयः तिप्तस्जि इति तिङ् प्रत्ययाः विधीयन्ते लकारस्य स्थाने अधुना किं भवति इति चेत् आप् योगः तिप् इदानीं यदा आप् योगः ल इति अस्ति तस्मिन् सन्दर्भे कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति वा नास्ति प्रत्ययः आगत्य एव प्रसक्तिः अस्ति किमर्थं तथा ल इति प्रत्ययः अस्ति वा प्रत्ययः न प्रत्ययः अस्ति न तर्हि प्रत्ययस्य तत् प्रत्ययस्य परिभाषा का आर्धधातुकप्रत्ययः इति कृत्वा समीचीनं समीचीनं विजयलक्ष्मी भगिनी वदतु ल इत्यपि प्रत्यय एव तत्र ल इति तिंशित् अभिन्नः इति कृत्वा तस्य आर्धधातुकसंज्ञा आयाति आर्धधातुकसंज्ञा अस्ति चेत् कर्तरि शप् न आगच्छति कर्तरि शप् तु सार्वधातुकात् एव विधीयते सत्यं सत्यं समीचीनं लु इति अपि प्रत्ययः धातुतः यत्किमपि अस्ति तस्य नाम अस्ति प्रत्ययः अतः लु इति अपि प्रत्ययः लकारः अपि अस्ति प्रत्ययः अपि अस्ति तिंशित् भिन्नः इति कृत्वा आर्धधातुकसंज्ञकः अस्ति आर्धधातुकः अस्ति इति कृत्वा एव कर्तरीषप् इत्यस्य अवकाशः नास्ति यतोहि कर्तरीषप् तदानीमेव कार्यं करोति यदा सार्वधातुकप्रत्ययः धातुतः अस्ति इदानीं लु इति प्रत्ययः आर्धधातुकः अतः अत्र कर्तरीषप् इत्यस्य चिन्तनमेव न भवति अस्तु इदानीं तत्र कर्तरीषप् इत्यस्य चिन्तनं नास्ति इति कृत्वा तत्र लस्य तिबादयः लस्य इति सूत्रेण तिबादयः आयान्ति तर्हि आप्योगः तिप् इति अस्ति आप्योगः तिप् इति अस्ति इदानीं तत्र अस्माकं मूलचिन्तनं किम् आसीत् पूर्वं धातुना तिङ्प्रत्ययः न दृश्यते चेत् तेषु लकारेषु एव ते लकाराः अर्धधातुकलकाराः इति वयम् उक्तवन्तः पूर्वं परन्तु अत्र कौमुद्यां किञ्चित् विपरीतरीत्या दत्तमस्ति आप्योगः तिप् इति इदानीं तत्र धातुना तिङ्प्रत्ययः दृश्यते खलु अतः अधुना तिङ्प्रत्ययः सार्वधातुकः अपि अस्ति कर्त्रार्थे अपि अस्ति धातुना तिङ्प्रत्ययः दृश्यते आप्योगः तिप् इत्यत्र तर्हि अत्र अस्मिन् सन्दर्भे कर्तरीषप् इत्यस्य प्रसक्तिः अस्ति वा अस्ति अस्ति अस्ति किमर्थम् अस्ति किमर्थं टिप् इति टिप् कर्त्रार्थे सार्वधातुकं हा सत्यम् अत्र सत्यं समीचीनं तिङ् प्रत्ययः कर्त्रार्थे अपि अस्ति सार्वधातुकः अपि अस्ति इति कृत्वा अत्र कर्तरीषप् इत्यस्य प्रसक्तिः अस्ति कर्तरीषप् अप्लिकबल् अस्ति इदानीं तस्य प्राप्तिः भवति वा इति चिन्तनीयम् इदानीम् अन्यत् सूत्रं किमपि अत्र प्रसक्तमस्ति वा सतासीलुटोः इत्यपि प्रसक्तिः अस्ति तर्हि अत्र एकस्मिन् एव स्थले आप्योगः तिप् मध्ये इदानीं सतासीलुटोः इति सूत्रेण स्य भवति वा नो चेत् कर्तरीषप् इति सूत्रेण शप् भवति वा इति चिन्तनमस्ति सूत्रद्वयस्य प्रसक्तिः अस्ति युगपत् सूत्रद्वयस्य प्रसक्तिः अस्ति तावत् बुद्धं खलु कोऽपि प्रश्नः अस्ति वा सोरि भगिनि ऐ एम् अनेबल् टु अण्डर्स्टाण्ड् वन् आर्धधातुक लकारः अस्ति कर्तरि शप् न भवति पुनः कर्तरि न अस्माकं एतावता अस्माकं चिन्तनम् आसीत् तत्र अर्धधातुकलकारः इत्युक्ते धातुना तिङ्प्रत्ययः न दृश्यते एतत् सर्वम् अस्ति तदेव अस्माकं चिन्तनं भवति अग्रे अपि परन्तु सिद्धान्तकौमुद्यां किञ्चित् भिन्नरीत्या दत्तमस्ति तस्मिन् विषये चिन्तनम् अस्ति इदानीं केवलम् अवगमनार्थं तावदेव अवगमनार्थम् एतावत् यत् पठितं तत् समीचीनमेव इदानीं तत्र केवलं चिन्तनार्थं वयं पश्यामः लकारः अपि प्रत्ययः लु इति प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति इति कृत्वा अर्धधातुकः इत्युक्तं धातुतः अर्धधातुकप्रत्ययः अस्ति चेत् तत्र कर्तरीषप् इत्यस्य अवकाशः नास्ति यतोहि लु इति अर्धधातुकः अस्ति इति उक्तं तदनन्तरं तत्र लकारस्य स्थाने यतोहि शप् इत्यस्य अवसरः नास्ति अतः शप् न भवति चेत् तत्र शपं प्रबाद्य स्वादिगणीयप्रत्ययः स्वादिभ्यः श्नु इत्यपि अत्र न प्रवर्तते अतः इदानीं तत्र आप्योगः लु इति अस्ति अतः अत्र अन्यत् किमपि भवितुं न अर्हति इति विचिन्त्य तत्र स्यतासील् ऋटोः न लस् तत्र लस्य इति सूत्रेण हा तिङ् प्रत्ययः आगच्छति आप्योगः तिप् इति तत्रैव तत्र मतभेदः अस्ति इदानीम् आप्योगः ल इत्यत्र तिप् प्रत्ययः प्रथमम् आगच्छति वा नो चेत् स्य प्रत्ययः प्रथमम् आगच्छति वा इत्यत्र मतभेदः अस्ति माताजि किं वदति माताजि किं वदति इति चेत् प्रथमं तत्र आप्योगः ल इत्यत्र स्य प्रत्ययः प्रथमं भवति तदनन्तरमेव तिप् प्रत्ययः प्रथमं भवति यतोहि स्य प्रत्ययस्य निमित्तमस्ति लृट् लकारः इति माताजि वदति मातुः कथनं तथा अस्ति परन्तु अत्र कौमुद्यां किम् उक्तम् इति चेत् सूत्रमस्ति किं सूत्रं माताजि वदति ससासि लुट् भवति लुट् लकारस्य स्या भवति इति तस्य सूत्रमस्ति वा स्यतासि लृलुटो इति एव सूत्रमस्ति स्यतासि लृलुटोः इति सूत्रेण एव स्य इति प्रत्ययः लृट् लकारे भवति इति सूत्रमस्ति तर्हि आप्योगः ल इत्यत्र कर्तरि शप् इत्यस्य कार्यं तु नास्ति इति जानीमः परन्तु तत्र स्यतासि लुलुटोः इति कार्यं भवति वा नो चेत् तत्र तिबादयः आयान्ति वा इति प्रश्नः अस्ति तत्र लु इत्यस्य स्थाने तिप् आयाति वा नो चेत् आप्योगः स्य इति आयाति वा इति प्रश्नः अस्ति सूत्रद्वयस्य तत्रापि प्रसक्तिः अस्ति परन्तु कौमुदीकारः किं वदति इति चेत् तत्र प्रथमं तिप् एव आयाति न तु स्यतासि लुलुटोः यतोहि तदर्थम् एका परिभाषा अस्ति अग्रे परिभाषायाः भगिनि तत्र अपवादं न अस्ति वा किं सूत्रं प्रथमं भवति इति सदासि लुटोः अथवा लस्य एकक्षणम् एकक्षणं तदेव वदन्ति अस्मि एकक्षणम् अत्र आप्योगः लृट् इत्यत्र स्यतासि लुटोः भवति वा नो चेत् तत्र लस्य इति सूत्रेण तिबादयः आयान्ति वा इति प्रश्नः अस्ति तत्र कौमुदीकारः किं वदति इति चेत् तत्र तिबादयः एव आयान्ति न तु स्यतासि लुलुटोः किमर्थमिति चेत् तत्र एका परिभाषा अस्ति विकरणेभ्यो नियमो बलीयान् इति विकरणप्रत्ययस्य अपेक्षा नियमसूत्रं नियमः अथवा विधिः बलीयान् तिबादयस्य विधानं तिप्रत्ययस्य विधानं बलीयान् अस्ति विकरणप्रत्ययस्य अपेक्षा इति कृत्वा तत्र तिङ् प्रत्ययः प्रथमम् आयाति इति सिद्धान्तकौमुदीकारस्य कथनमस्ति तर्हि तत्र किम् अतः तत्र आप्योगः तिप् इति भवति अधुना आप्योगः तिप् इति सन्दर्भे अत्र पुनः अत्र स्यतासि लुलुटोः इति सूत्रस्य प्रसक्तिः अस्ति पुनः प्रसक्तिः अस्ति यतोहि मध्यस्य इति अस्माकं विवक्षा तु लृट् लकारः अस्ति अतः स्य इति मध्ये आगन्तव्यः तर्हि इदानीं किं भवति आप्योगः तिप् इत्यत्र स्यतासि लुलुटोः इति सूत्रस्यापि प्रसक्तिः अस्ति कर्तरि शप् इति सूत्रस्यापि प्रसक्तिः अस्ति यतोहि तिप् प्रत्ययः तु सार्वधातुकः कर्त्रार्थकः अस्ति अतः इदानीं सूत्रद्वयस्य प्रसक्तिः कर्तरि शप् अपि च स्यतासि लुलुटोः तयोर्मध्ये किं कार्यं कुर्यात् इति प्रश्ने सति तर्हि तत्र द्रष्टव्यम् अत्र बलाबलस्य चिन्तनं वयं कुर्मः चेत् अत्र द्वयोः सूत्रयोः मध्ये किं सूत्रं परसूत्रम् कर्तरिषप् इति परसूत्रमस्ति अतः कर्तरिषप् इति परसूत्रस्य बलेन सामान्यतया सपादसप्ताध्यायाम् इत्युक्ते तत्र सपादसप्ताध्यायां सपादसप्ताध्याय इति वयं जानीमः खलु सपादसप्ताध्यायी इत्युक्ते तत्र अष्टाध्याय्यां भागद्वयं वर्तते अत्र प्रथमाध्यायात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी इति वदामः प्रथमाध्यायात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी इति वदामः अवशिष्टाः भागाः त्रिपादी इति वदामः अत्र सूत्रद्वयं कर्तरीशप् अपि च स्यतासि लुटोः सूत्रद्वयमपि सपादसप्ताध्यायाम् एव अस्ति यतोहि तत्र अष्टमाध्यायस्य द्वितीयपादात् पूर्वम् अस्ति. अतः इदानीं सपादसप्ताध्यायां सूत्रद्वयम् अस्ति चेत् तत्र सामान्यतया परसूत्रस्य बलं भवति. तत्र अग्रे गत्वा पठिष्यामः. सूत्रमस्ति विप्रतिषेधे परं कार्यं, विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति. तस्य विवरणम् अग्रे पठामः. परन्तु सूत्रं किं वदति इति चेत् यत्र यत्र सूत्रद्वयस्य एकत्र प्रसक्तिः अस्ति, सूत्रद्वयस्य एकत्र प्रसक्तिः अस्ति चेत् परसूत्रस्य बलं भवति इति सूत्रं वदति. तस्य इतोपि एकः नियमः अस्ति, तद् इदानीं वदामि. परन्तु परसूत्रस्य बलं भवति सपादसप्ताध्यायं. तदनुसृत्य पश्यामः चेत् तत्र परसूत्रमस्ति कर्तरिषप्, अतः अत्रापि कर्तरिषप् इत्येव कार्यं कुर्यात् इति आगच्छति. परन्तु अत्र पश्यामः चेत् कर्तरिषप् इति सूत्रं सामान्यसूत्रमस्ति, तस्य अवकाशः बहुत्र भवति. कर्तरिषप् इति भुवादिगणीयधातूनां लट्लकारे, लोट्लकारे, लङ्लकारे सर्वत्र कर्तरिषप् इत्यस्य अवसरः अस्ति खलु. यथा भवति, गच्छति, सर्वत्र कर्तरिषप् कार्यं करोति, अतः तस्य अवकाशः अस्ति, तद् कार्यं करोति. परन्तु स्यतासील ऋटोः इति सूत्रस्य अवकाशः अन्यत्र अस्ति वा? लृट्लकारे एव अस्ति कर्तरि. स्यतासील ऋटोः इति सूत्रस्य अवकाशः केवलं लृट्लकारे अस्ति. अत्र लृट्लकारस्य विवक्षा अस्ति. अत्र सूत्रं कार्यं न करोति चेत् किं भवति सूत्रं? न, यतासील ऋटोः इति सूत्रम् अत्र कार्यं न करोति चेत् किं भवति सूत्रम्? व्यर्थं भवति, अन्युटिलैज् भवति, कुत्रापि तस्य अवकाशः न भवति. अतः सूत्रमेव व्यर्थं भवति. अस्माकं लक्ष्यं किम् अष्टाध्यायम्? एकमपि सूत्रं व्यर्थं न स्यात्, एकम् अपि सूत्रं व्यर्थं न स्यात् इत्येव लक्ष्यमस्ति. अतः एकैकस्य सूत्रस्य कुत्रचित् अवकाशः स्यात्. अत्र लृट् लकारे लृट् लकारार्थम् एव इदं सूत्रमस्ति स्यतासील लृटोः. यदि अत्रापि कर्तरीषप् परसूत्रस्य बलेन कार्यं करोति चेत् स्यतासील लृटोः इति सूत्रस्य अन्यत्र अवकाशः नास्ति, कुत्रापि नास्ति. लृट् लकारे एव कार्यं करोति. अतः इदं सूत्रं कर्तरीषप् इत्यस्य अपवादः इति वदामः. यतोहि अत्र कार्यं न करोति चेत् कुत्रापि अवकाशः नास्ति इति कृत्वा अपवादः. अतः अपवादबलेन इदानीं स्य इति प्रत्ययः प्रथमम् आयाति, आप् योगः स्ययोगः ति. अतः कर्तरिषप् इति कार्यं न करोति इति अत्र सिद्धान्तकौमुदीकारस्य मतम् अस्ति. भगिनि, सिम्पथेटिक् कारणेन वा किं सिम्पथेटिक् सिम्पथेटिक् कारणेन वा सदासयोः सूत्रं कुत्रापि अवकाशः नास्ति इति सिम्पति वा? सिम्पति इत्युक्ते सिम्पति नास्ति, सिम्पति नास्ति. अत्र यदि पाणिनिः यदा सूत्रं कृतवान् पाणिनिः किं विचिन्त्य कृतवान्? तस्य अवकाशः कुत्रापि अस्ति इति एव कृतवान्. एवमेव सेतासील ऋटोः इति सूत्रं न कृतवान् खलु. सूत्रं कृतवान् चेत् तस्य कार्यं कुत्रापि भवेत्, नो चेत् किमर्थं करोति सूत्रं? तर्हि तस्य अवकाशः कुत्रापि भवेत्. कुत्रापि तस्य अवकाशः नास्ति चेत् किमर्थं सूत्रं कृतवान् महर्षि? किमर्थं सूत्रं कृतवान्? अतः तस्य अवकाशः कल्पनीयः. यतोहि सूत्रस्य विवरणं नास्ति, केवलं सूत्रमेव अस्ति अष्टाध्यायं. तर्हि तस्य अवकाशः कल्पनीयः. कथं कल्पयामः इति चेत् अत्र कार्यं न करोति चेत् अन्यत्र अवकाशः नास्ति, अतः तस्य कार्यम् अत्र भवेत् एव इति, अतः अपवादः इति वदामः. तस्य सूत्रस्य कार्यम् अत्र कल्पयित्वा तस्य अवकाशः इति वदामः. बुद्धं खलु? अस्तु, अत्र भगिनी अत्र आप् इति धातु न स्वीकृत्य यदि पठ् इति धातु स्वीकुर्मः तर्हि पठि इति इडागमः आयाति खलु. तत् कुत्र पठिष्यति सत्यम् इति तत्र सूत्रं इड्वलादेः किम् आर्धधातु आर्धधातुकस्य इड्वलादेः हा तद् लृट् अस्ति चेत् एव इडागमः आयाति खलु. तर्हि तिप् आयाति चेत् इडागमस्यापि न तिप् अस्ति चेदपि इडागमः तिप् अस्ति चेदपि इडागमः भवितुमर्हति इत्युक्ते इत्युक्ते तत्र तिप् प्रत्ययः आर्धदातुकः नास्ति इति वदति खलु परन्तु तत्र तिप् परन्तु तत्र तत्र स्य प्रत्ययः अर्धदातुकः अस्ति खलु स्य प्रत्ययस्य इडागमः भवति न तु तिप् प्रत्ययस्य स्य प्रत्ययनिमित्तीकृत्य इडागमः अस्तु अत्र कः जयलक्ष्मी भगिनी एकवारं वदतु अत्र किम् अस्ति किं बुद्धम् अर्धदातुकप्रत्यय भगिनि न अत्र आपयोगः लृट् इत्यत्र किं किं चिन्तनं जातम् अत्र आप् इति धातुः आनीयत् आनीयं तत् तदनन्तरं लृट् इति विवक्षानुसारं लकारः अपि आयन्ति तदर्थं लृट् इति अर्धधातुकप्रत्ययः अस्ति धातोः परे अस्ति इति कारणतः प्रत्ययः अस्ति तदा लिट् तिंशित् नास्ति इति कृत्वा लृट् इति अर्धधातुकः अस्ति अर्धधातुकप्रत्ययः अस्ति अर्धधातुकप्रत्ययः इति कारणेन अत्र कर्तरि शप् न आयाति धातोः अनन्तरं तदनन्तरं लृट् इत्यस्य ऋकार टकारयोः लोपानन्तरं लु इति अवशिष्यते लस्य इति सूत्रेण तस्य स्थाने तिप् तिङ्प्रत्ययः आयाति तिङ्प्रत्ययः आयाति तथा विधानं भवति तिङ्प्रत्ययः कर्त्रार्थे प्रयुज्यते अपि च सार्वधातुकप्रत्ययः अस्ति इति कारणात् कर्तृशप् इति सूत्रस्य प्रसक्तिः अस्ति सिद्धान्तकौमुद्याः चिन्तनेन कर्तृशप् विधीयते तदर्थं शप् इति प्रत्ययः आप् इति धातोः अनन्तरं तिप् प्रत्ययात् पूर्वं शप् प्रत्ययः आयाति किन्तु अत्र शपं प्रपाद्य स्यतासि लृटुटोः इति सूत्रं शप् आयाति न शप् आयाति न शप् आगन्तुं शक्नोति अस्तु शप् शप् आगन्तुं शक्नोति प्रसक्तिः अस्ति किन्तु स्यतासि लृटोः इति सूत्रम् आगत्य तत् प्रबाधयति अत्र प्रबाध्य इत्युक्ते प्रबाध्य इत्युक्ते बाधा भवति अपवादरूपेण बाधा भवति तस्य आगमनस्य ओवर् रैड् इति अर्थः ओवर् रैड् हा शप् इति शप् इत्यस्य आगमनं स्थगयति तदर्थं स्या इति विधानं भवति धातोः अनन्तरं स्या इति अर्थधातुकसंज्ञक अर्थधातुकप्रत्ययः अस्ति इदानीं रूपम् आप् योगस्यायोग ति इति भवति तत्र रूपम् आप्स्यति इति रूपं च निष्पन्नं भवति अत्र प्रश्नः उदेति स्यतासि लृटोः सूत्रस्य वा कर्तरिषप् इत्यस्य सूत्रं वा प्रथमम् आगच्छति न चेत् कस्य प्रसक्तिः अस्ति इति चेत् द्वयोः अपि प्रसक्तिः अस्ति किन्तु कर्तरिषप् इत्यस्य परसूत्रम् अस्ति चेदपि स्यतासि लृटोः इति सूत्रस्य अन्यत्र कुत्रापि कार्यं कर्तुम् अवकाशः न मिलति अतः निरवकाशत्वम् इति कारणेन अपवादबलेन स्यतासि लृटोः इति सूत्रमेव कार्यं करोति इति अत्र सारांशः बहु समीचीनं भगिनि समीचीनं भवती अवगतवती अस्तु अस्तु धन्यवादः अस्तु गीताञ्जलि भगिनि बुद्धं वा आं भगिनि बुद्धं वदामि वा हा वदतु एकवारं हा अत्र किं दत्तं वयम् इति जानीमः यदि धातोः परे कर्त्रार्थे सार्वधातुकप्रत्यय अस्ति चेत् तदनन्तरं कर्तरि शप् कार्यं करोति अत्र किं भवति यदि लृट् लकार अस्ति चेत् धातु आप् अस्ति स्वीकुर्मः लुट् अस्ति चेत् अधुना तु अनुबन्धलोपनन्तरं भूत्वा लकार एव तिष्ठति ल तु तिङ्क्षित् नास्ति इत्युक्ते अधुना तु आर्धधातुकः अस्ति, कर्त्रार्थे अस्ति चेत् अत्र तु आर्धधातुकः अस्ति चेत् कर्तरि शप् तु अधुना न आयाति, किन्तु शीघ्रमेव लकारकारणेन तिप् आयाति, इत्युक्ते आप् योगः तिप् भवति. तिप् तु अधुना सार्वधातुकप्रत्ययः अस्ति, कर्तरार्थे अस्ति चेत् कर्तरि शप् तु कार्यं करोति एव, किन्तु अत्र चतासि लुटोः एकं सूत्रमस्ति, तत् सूत्रं कर्तरि शप् निषेधसूत्रमस्ति, इत्युक्ते अपवादः अस्ति. यदि यदि सत्यासि लुटोः अधुना न कार्यं करोति, लुट् लकार यदि विवक्षा अस्ति चेत् तदनन्तरं सूत्रमेव व्यर्थ भवति. तत् न भवेत् इति पाणिने महोदयः उक्तवान्. तदनन्तरं चतासि लुटोः कतरि शप् निषेधः नास्ति, अपवादः अपवादत्वेन बलम् अस्ति चेत् अत्र चतासि लुटोः एव कार्यं करोति इति. बहु समीचीनं भगिनि, समीचीनं, सम्यक्. भगिनि एकः प्रश्नः, संशयः, विनयकुमार अस्मि. संशयः अस्ति शप् कर्तृशप् अत्र न प्रसक्तिः अस्ति, प्राप्तिः नास्ति यतः अपवादकारणेन, परन्तु सार्वधातुकसम्बन्धे दिवादि स्वादि तुदादि रुधादि इत्यादि सर्व स्थाने शप् प्रभाद्य अस्ति, शप् न आगच्छति, परन्तु शप् हा तत्र अत्र अत्र कर्तरि शप् इति अनुक्त्वा तत्र स्वादिभ्यः श्नु इति सूत्रं वक्तुं शक्नुत. अत्र कर्तरि शप् इति सामान्यतया उक्तम् इत्युक्ते कर्तार्थकसारधार्थकप्रत्ययः अस्ति चेत् कर्तरि शप् इति आगच्छति इति सामान्यरूपेण उक्तं, परन्तु आप् इति धातुः स्वादिगणे अस्ति इति कृत्वा इदानीं स्वादिभ्यः श्नु अपि च शतासील लुटोः अनयोः प्रसक्तिः अस्ति. स्वादिभ्यः श्नु इति सूत्रस्य अवकाशः अस्ति अन्यत्र. आप्नोति इत्यत्र लट्लकारे आप्नोत् इत्यत्र अन्येषु लकारेषु लट्लोट्लङ् विधिलिङ् एतेषु लकारेषु स्वादिभ्यः श्नु इत्यस्य अवकाशः अस्ति इति कृत्वा शतासील लुटोः इति सूत्रम् अपवादः, यतोहि शतासील लुटोः इत्यस्य अवकाशः अन्यत्र नास्ति इति वक्तुं शक्नुमः. समीचीनं, तथैव अत्र कर्तरि शप् इति सामान्यरूपेण डिफाल्ट् रूपेण उक्तम् अस्ति, परन्तु शपं प्रबाद्य तु स्वादिभ्यः श्नु इति अत्र वस्तुतः सूत्रस्य प्रसक्तिः अस्ति. अतः स्वादिभ्यः श्नु अपि च शतासील लुटोः अनयोः मध्ये बाध्यबाधकभावः कः इति चेत् शतासील लुटोः इति पुनः अपवादसूत्रमेव. अस्तु, तर्हि अग्रे उमा भगिनी पठति वा? पठामि भगिनि. आप् योगः लृट् शतासि माताजी वदति, परन्तु यत् शतासि लृलुटोः इत्यनेन लृटि लृङि च परे धातुतः स्यः लुटि परे धातुतः सासि भवति, अतः साक्षात् लकार अवस्थायामेव स्य विकरणविधानं भवतु. कौमुदी प्रकारं विना माताजी वदति शतासि लुटोः एव अत्र कार्यं करोति, लिटि परे स्यः अण्लुङि परे तासि एव वद आगच्छति. अत्र कस्मिन् सोपाने? धातुतः अनन्तरं. अनन्तरम् इदानीं किम् अस्ति? लकारः लस्य इति स्थाने. न, धातोः अनन्तरं कः लकारः अस्ति इदानीं? लृट् लकारः अस्ति. हा, धातोः अनन्तरं लृट् लकारः अस्ति. इदानीं तत्र माताजि किं वदति? माताजि वदति शतासि लीलुटोः एव अत्र प्रसक्तिः अस्ति, तस्मात् लृट् लकारः परे स्या इति शतासि लीलुटोः इति सूत्रस्य प्रसक्तिः स्या इति आगच्छति. तर्हि किं भवति स्या इति आगच्छति चेत् किं भवति? तदनन्तरं तिप् इति आगच्छति, शोष्यति, सो आप्स्यति इति आगच्छति. समीचीनं भगिनि, समीचीनं, तथैव अस्ति. इत्युक्ते अत्र कौमुदीकारः किं वदति, आप्योगः लु इत्यत्र लकारस्य स्थाने तिङ् प्रत्ययः भवति प्रथमम् इति सिद्धान्तकौमुदीकारः वदति. परन्तु माताजि किं वदति इति चेत् तत्र स्य इति प्रत्ययः लकारं निमित्तीकृत्य अस्ति, ला अवस्थायाम् एव, लकारावस्थायाम् एव स्य इति प्रत्ययः भवति, अतः आप्योगः लु इति अस्ति. तर्हि लकारं निमित्तीकृत्य स्य इति प्रत्ययः भवति, आप्योगः स्य योगः लु इति अस्ति. तदनन्तरं लस्य इति सूत्रेण लकारस्य स्थाने तिङ् प्रत्ययः आयाति, अतः आप्योगः स्य योगः ति. एतादृशसन्दर्भे अत्र कर्तरि शप् अथवा स्वादिभ्यः श्नु इति सूत्रयोः प्रसक्तिः न भवति. किमर्थम् इति चेत् अत्र आप्योगः स्य इति प्रत्ययः अधुना अर्धधातुकप्रत्ययः अस्ति, अतः कर्तरि शप् इत्यस्य अवसरः एव नास्ति. सार्धधातुकप्रत्ययः अस्ति चेदेव कर्तरि शप्, आप्योगः स्य इति अस्ति चेत् तत्र कर्तरि शप् इत्यस्य चिन्तनम् एव न भवति. अधुना कर्तरि शप् इति स्यतासि लुलुटोः इति सूत्रं कर्तरि शप् इत्यस्य अपवादः इति तादृशं वदनस्य आवश्यकता नास्ति. साक्षात् लावस्थायाम् एव स्य इति प्रत्ययः भवति. भगिनी शिरकुमार अस्मि. एकक्षणं भगिनि, अत्र गीताञ्जलि भगिनी वदतु. हा, इत्युक्ते भगिनी माताजी एकं नूतनसंज्ञा संज्ञा नास्ति, न संज्ञा किमपि नास्ति. सूत्रं स्यतासि लुलुटोः इति सूत्रं किं वदति इति चेत् लृट् लकारे, लृङ् लकारे, अपि च लुट् लकारे, लृट् लृङ् स्य इति विकरणप्रत्ययः भवति, लुट् लकारे तास् इति प्रत्ययः भवति इति उक्तं. सूत्रे लकारं निमित्तीकृत्य एव प्रत्ययः अस्ति, तथापि सूत्रे यदुक्तं तद्रीत्या माताजी गच्छति. परन्तु कौमुदीकारः किं करोति इति चेत् यद्यपि सूत्रे लृटि लृङ्गि परे धातुतः स्य इति प्रत्ययः भवति इत्युक्तं, तथापि तत्र परिभाषा अस्ति, विकरणेभ्यो नियमो बलीयान् इति परिभाषा अस्ति. इति परिभाषाम् आश्रित्य तिङ् प्रत्ययः प्रथमं भवति इति सिद्धान्तकौमुदीकारः स्वीकरोति. अतः एव मतभेदः अस्ति. किन्तु यदि ल एव निमित्तम् अस्ति स्य प्रत्ययस्य, तदनन्तरं ल तु लट् अस्ति चेदपि ल आयाति. इत्युक्ते माताजी इति वदति ल आयाति एव नास्ति अत्र? न न न, आप्योगः लृट् इति अस्ति उभयत्र. आप्योगः लृट् एव, लृट् इति विवक्षायाम् एव तत्र लु इति अवशिष्यते. लृट् विवक्षायां लु इति अवशिष्यते, आप्योगः लु. इदानीं लृट् लकारस्य विवक्षा अस्ति, अतः लु इति आश्रित्य, लृट् लकारम् आश्रित्य स्य इति प्रत्ययः प्रथमं भवति इति तावदेव वदति. किन्तु लोट् अस्ति, लोट् या लट् अस्ति चेत्, आप्योगः लट् अस्ति चेत् अपि ल एव तिष्ठति. भवतु, तदनन्तरं किमर्थं स्य न आयाति? यतोहि लृट् लकारः नास्ति सूत्रे. तु लृट् लकारे सर्वेषु लकारेषु लु इति एव अवशिष्यते, परन्तु लकारः कः इति वयं जानीमः खलु. लृट् लकारः एव तत्र लु, यद्यपि लु इति अवशिष्यते परन्तु तत्र लृट्त्वं तु अस्ति. यथा शप् इत्यत्र शित्वम् अस्ति, एवमेव लृट् लकारे लृट्त्वं तु अस्ति. इत्युक्ते आर्धधातुकलकारः सार्वधातुकलकारः इति इति वदनेन वयं जानीमः कस्य प्रक्रिया अस्ति अत्र. साक्ष डैरेक्ट्लि मातुः मतं. सत्यं सत्यम्, अत्र केवलम् अस्माकम् अवगमनार्थम् अत्र एकम् अस्ति, अत्र एक्स्ट्रा क्रेडिट् अस्ति. सम्यक्तया न अवगच्छति चेत् चिन्ता मास्तु, मातुः पद्धतिम् अवगच्छति चेत् पर्याप्तम्, अग्रे गन्तुं शक्नुमः. केवलम् अवगमनार्थम् अतद्वयम् अस्ति इति किञ्चित् प्रगतः अस्ति विषयः, अत्र अभ्यासः भवतु इति पठामः. अस्तु, सूर्यकुमारी भगिनी किं महोदय प्रश्नः अस्ति? एकक्षणं भगिनि, सूर्यकुमारी भगिनी वदतु प्रथमं. भगिनि, माताजी मते नियमसूत्रं प्रधानम् अस्ति वा? नियमः इत्युक्ते अत्र तिप्रत्ययस्य विधानं प्रथमं भवति, तदनन्तरमेव विकरणप्रत्ययः, यतोहि तिप्रत्ययः विकरणेभ्यः बलियान् इति कृत्वा. धन्यवादः. अस्तु, अन्यप्रश्नः आसीत् वा? अहं विमला वदामि महोदये. कर्तरि शप् इति सामान्यसूत्रं, शत्यासि लृ लुटोः इति अपवादसूत्रम् अस्ति चेत् सः प्रथमं किम् आयाति? कुत्र? अष्टाध्याय्यां शत्यासि लृ लुटोः इति प्रथमम् आयाति अपवाद. पूर्वसूत्रम् अस्ति, पूर्वसूत्रं. कर्तरि शप् इति अपरम् आयाति, परन्तु कर्तरि शुप् शप् इति सामान्यसूत्रमस्ति किल? सत्यं, सामान्यसूत्रमस्ति. आम्, अपवादसूत्रं प्रथमम् आयाति, अपवादसूत्रमेव प्रथमं. ओ, इत्युक्ते अष्टाध्याय्यां क्रमेण इति वा? हा हा, क्रमेण किं नायाति इति मम प्रश्नः. न, सामान्यतया, कृपया म्यूट् करोतु भगिनि, प्रतिध्वनिः. सामान्यतया अष्टाध्याय्यां प्रथमं सामान्यसूत्रं पाणिनिमहर्षिः सामान्यतया सामान्यसूत्रं प्रथमं लिखति, तदनन्तरम् अपवादसूत्रं लिखति. परन्तु अत्र किञ्चित् विपरीतरीत्या अस्ति, एतादृशमपि अस्ति, बहुत्र पश्यामः. अपवादसूत्रं प्रथमं लिखति, तदनन्तरं सामान्यसूत्रं लिखति इति अपि अस्ति. अतः तत्र तेन किमपि नास्ति, तत्र तस्य इच्छानुगुणम् अथवा अनुवृत्तिः कथं भवति एतत् सर्वं दृष्ट्वा, तस्य मनसि तु समग्रचिन्तनम् अस्ति खलु, तत्सर्वम् अनुसृत्य सः सूत्रं स्थापयति. अत्र शतासिल् लुटोः इति अपवादः अस्ति इति तथापि पूर्वम् अस्ति, अतः तत्र न कोऽपि क्लेशः. बुद्धं खलु भगिनि? बुद्धं, बुद्धं महोदय, धन्यवादः. हा हा, अस्तु, तर्हि अत्र अग्रे सर्तुं शक्नुमः. अग्रे राहुल् महोदय पठति वा? आप्योगः लृट् चत्यासि लृटोः आप्योगस्य योगः लृट् तिङ् विधानम्, अनेन मार्गे लघुत्वं, कर्तरि शप् इत्यस्य अवसरः न भवत्येव. सिद्धान्तकौमुद्याः प्रकरणं प्रभात्य अत्र मातोः पद्धतिः यदा वयं स्वीकुर्मः तत्र लघुत्वं भवति. कथमित्युक्ते आदिमस्तरे एव प्रक्रियादिशायाम् आदिमस्तरे एव आप्योगः लृट् यथा अस्ति तत्रैव साक्षात् शतासि लुलुटोः इत्यनेन साक्षात् तत्र आप् अनन्तरं स्य इति आयाति, अनन्तरं लृट् इति इत्यस्य स्थाने तिङ्प्रत्यय आगच्छति, आहत्य आप्स्यति इति अवशिष्यते. अत्र कर्तरि शप् इत्यस्य विचारः एव न भवति इति. बहु समीचीनम्, अग्रे महोदय. आप्योगः लृट् चतासि लृ लुटोः इत्यनेन लृटि परे धातुतः स्य इत्युक्ते आप्योगः स्य योगः लकारः, धातोः परः स्य प्रत्ययः आर्धधातुकः, अतः कर्तरि शप् स्वादिभ्यः श्नु इत्यनयोः प्रसक्तिर्नास्ति. आप्योगः स्य योगः ल प्रथमपुरुषैकवचने तिबादेशः आप्योगः स्य योगः तिप्, अनुबन्धलोपे आप्योगः स्य योगः ति वर्णमेलनेन आप्स्यति. आप्योगः लृट् शतासि लुलुटोः अधुना आप्योगः स्य योगः लृ इति भवति, लकारस्य स्थाने लकारः इति अवशिष्य ल इति अवशिष्यते, इल् इति अवशिष्यते, आप्योगः स्य योगः लकारः. अत्र स्य अस्ति मध्ये, अतः कर्तरि शप् वा स्वादिभ्यः श्नु वा एते सर्वे न आगच्छन्ति. प्रथमपुरुषे एकवचने आप्योगः स्य योगः तिप्रत्ययः मिलित्वा आप्स्यति इत्येव भवति. बहु समीचीनम्. अत्र अत्र स्पष्टमस्ति खलु, आपयोगः लृ इत्यत्र अत्र लकारस्तरे एव स्य इति प्रत्ययः विधीयते, अतः आप्योगः स्ययोगः लु. तस्मिन् सन्दर्भे कर्तरिषप् इत्यस्य अवसरः एव नास्ति, यतोहि लु इति प्रत्ययः आर्धधातुकः, केवलं शतासि लुलुटोः. तत्र तु शतासि लुलुटोः अपि च लस्य अनयोः सूत्रयोः प्रसक्तिः भवति, तथापि तत्र स्य इति प्रत्ययः लकारनिमित्तिकः प्रत्ययः इति कृत्वा, तस्य बलम् अधिकम् इति कृत्वा स्य इति प्रत्ययः प्रथमम् आयाति. आप्योगः स्ययोगः लु. इदानीं तत्र लु इत्यस्य स्थाने तिबादयः आयान्ति. तस्मिन् सन्दर्भे अपि कर्तरि शप् इत्यस्य स्वादिभ्यः श्नु इत्यस्य प्रसक्तिः न भवति. किमर्थं चेत् धातुः तिङ् प्रत्ययं न पश्यति, अत्र तिङ् प्रत्ययः एव नास्ति. आप् इत्यस्य अनन्तरं स्य इति प्रत्ययः अस्ति. स्य इति प्रत्ययः आर्धधातुकः प्रत्ययः, अतः तत्र कर्तरि शप् आगन्तुं न शक्नोति. यदा तिबादयः आगच्छन्ति लकारस्य स्थाने, तदानीमपि कर्तरि शप् आगन्तुं न शक्नोति, यतोहि धातु तिङ् प्रत्ययोः मध्ये बाधा अस्ति, स्य इति प्रत्ययः अस्ति. अतः कर्तरि शप् इत्यस्य अवसरः कुत्रापि न भवति एतादृशप्रक्रियायाम्. अतः आप्स्यति इति रूपं सिद्धं भवति. अस्तु, अग्रे अरुणा भगिनी पठतु. आं भगिनि, आहत्य स्यातसि लुलुटोः इत्यनेन स्यातसि लुलुटोः इत्यनेन लुटि लुटि लृङ्गि च परे धातोः स्यः, लुटि परे धातोः तात्, श्ली लुङ्गि इत्यनेन लुङ्गि धातोः श्ली प्रत्ययः, लुट् लृङ् लुट् लुङ् इत्येषु चतुर्षु लकारेषु साक्षात् विकरणविधानम्. अनेन येषु च कर्तरि शप् इत्यस्य प्रसक्ति न भवति एव. शतासि लुटोः सूत्रमस्ति. अत्र सूत्रं वदति लुटि लृङ्गि परे धातोः परे स्या इति प्रत्यय आगच्छति, लुटि परे धातोः तास् आगच्छति. अन्यसूत्रमस्ति च्ली लुङ्गि इत्यनेन लिङ् लकारे धातोः च्ली प्रत्ययः आगच्छति. लुट् लुङ् लुट् लुङ् इत्येषु चतुर्षु लकारेषु साक्षात् विधारणम्. अनेन येषु कर्तृशप् प्रसक्तिः न भवति. अस्तु, समीचीनं भगिनि, समीचीनं. तर्हि लकार ल अवस्थायाम् एव एकः संशयः वदतु. लिट्लकारः अपि कर्तर्थे एव आगच्छति, इसन्ट् इट्? सत्यं, देर् इस् नो पासिव् कर्मणि प्रयोगः नास्ति. न न न न न न न न न लिट् लकारः कर्मण्यार्थे अपि भवितुम् अर्हति. अस्माकं विवक्षा, अस्माकं विवक्षा अधुना कर्तरार्थे अस्ति. तस्मात् कर्तरि इति शप् न आगच्छति, दट् इस् सर्टन्. बट् कर्तरि इत्यर्थे because some sutras will take half here of another context like that. So here kartari is also useful, isn't it? Kartari, ha, kartari itute kartrarthe iti asti kalo kartari prayoge iti artha asti satyam. But kartari shap because shapna agachati ityasmat kartari shap the purna sutram api na agachati na prasaktihi na asti atra. तत्र सम्पूर्णतया निमित्तं पूरितं वा इति द्रष्टव्यं. तत्र कर्तरि शप् इति सूत्रस्य निमित्तं किं? कर्त्रार्थे सार्वधातुकप्रत्यये परे धातुतः, धातुतः कर्त्रार्थकसार्वधातुकप्रत्ययः परः अस्ति चेत् शप् प्रत्ययः भवति. इदानीम् आप्योगः लु इत्यत्र लु इति प्रत्ययः कर्त्रार्थे अस्ति, तथापि सार्वधातुकः नास्ति, सार्वधातुकः नास्ति, अतः शप् न आयाति. अस्तु, अवगच्छामि, धन्यवादः. अतः अत्र मातुः पद्धतिम् आश्रित्य स्यतासीलुटोः इत्यनेन लृट् इति लृट् लकारस्य ल अवस्थायाम् एव स्य प्रत्ययः भवति, लकार अवस्थायाम् एव तास् प्रत्ययः भवति. एवमेव अत्र चिलि लुङ् लकारे अपि चिलि प्रत्ययः लकारावस्थायाम् एव भवति, सर्वत्र लकारावस्थायाम् एव भवति. अतः एव एतेषु सर्वेषु लकारेषु व्यवधानम् अस्ति, धातुः तिङ् प्रत्ययोः मध्ये व्यवधानम् अस्ति इति कृत्वा एव एते लकाराः आर्धधातुकलकाराः एतेषु लकारेषु कर्तरि शप् इत्यस्य अवसरः कुत्रापि न भवति, यतोहि अत्र मध्ये व्यवधानम् अस्ति, तिङ् प्रत्ययोः धातु तिङ् प्रत्ययोः मध्ये व्यवधानम् अस्ति इति सारांशः अस्ति. बुद्धं खलु? प्रश्नः अस्ति वा? प्रश्नः नास्ति, परन्तु अहं चिन्तयामि सिद्धान्तकौमुद्यां प्रक्रिया अवगम्य एव मातुः प्रक्रिया सम्यक् अवगन्तुं शक्नोमि. भेदः कः अस्ति इति जानीमः चेत् इतोपि मनसि स्पष्टता भवति. सत्यमेव, स्पष्टता भवति. हा सत्यं सत्यं, भेदः क अत्र किमर्थम् एतादृशं भवति इति अवगमनं भवति. ओ किमर्थं तादृशम् अपि मतम् अस्ति, किमर्थम् एतादृशं साक्षात् दृश्यते, साक्षात् दृश्यते मया न अवगतम् इदानीम् अहं अवगच्छामि. हा अस्तु अस्तु, समीचीनं. तर्हि इदानीं एक झटिति प्रश्नः. इदानीं कौमुद्याम् अनन्तरं मातुः धातुपटे च सार्वधातुकप्रक्रिया तु समानम् एव इति चिन्तयामि भगिनि. सार्वधातुकप्रक्रिया सार्वधातुकप्रक्रिया समानमेव, उभयत्र समानमेव. तत्र धातोः अनन्तरं तिङ् प्रत्ययः भवति, यतोहि कर्तरि शप् इति सूत्रे तादृशक्लेशः एव नास्ति. यतोहि शप्रत्ययः तदानीमेव भवति यदा सार्वधातुकप्रत्ययः परः अस्ति. अतः यावत्पर्यन्तं तिङ् प्रत्ययः नास्ति तावत्पर्यन्तं शप् एव न आगच्छति, अतः क्लेशः एव न भवति कुत्रापि, कौमुद्यां भवतु वा अन्यत्र भवतु. केवलम् अत्र एव क्लेशः अस्ति तहसीलुटुः इत्यत्र, खलु? अस्तु, आम् आं भगिनि. वीणा भगिनी भवती पठतु अग्रे. एकसंशयः अत्र स्यतासीलुटोः इत्यनेन अपि च छ्लीलुङ्गि इत्यनेन चत्वारः लकारः अधुना अवगम्यते, किन्तु इतोपि द्वौ स्तः खलु लकारौ, शिर्लिङ्ग् अपि च इतोपि. तस्मिन् विषये अस्माभिः पूर्वं किञ्चित् चर्चितमासीत्, किं किम् उक्तं, कोऽपि स्मरति वा? लिटि च लिट्टु लकारे लिटि च सूत्रं कार्यं करोति. आशीर्लिङ्गो अपि एकसूत्रमस्ति. आशीर्लिङ्ग् किं भवति अपि तेन किं भवति? तत्र तिं प्रत्ययः आर्धधातुकं भवति, सार्वधातुकं न. इत्युक्ते सामान्यतया किं वदामः, तिंशित् सार्वधातुकम् इति वदामः. तर्हि तिङ् प्रत्ययः सामान्यतया सार्वधातुकः भवति, अतः कर्तृशप् आगन्तुं शक्नोति. परन्तु लिट् लकारे किं भवति इति चेत् लिच् इति एकं सूत्रमस्ति, तेन सूत्रेण लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः भवति अपवादरूपेण. एक्सेप्षन् अस्ति, लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः अस्ति. आशीर्लिङ्ग् लकारे अपि लिङ्गाशिशि इति सूत्रेण आशीर्लिङ्ग् लकारे अपि तिङ् प्रत्ययः आर्धधातुकः भवति. आर्धधातुकः इति कृत्वा कर्तरीशप् इत्यस्य प्रसक्तिः एव नास्ति. बुद्धं खलु? धन्यवादः, क्षम्यतां. न चिन्ता नास्ति, तत्र बहु किमपि अस्ति अतः चिन्ता नास्ति. किमस्ति? एकः संशयः. सर्वत्र लङ् लट् लोट् विदिरिङ् सर्वत्र इल् अवशिष्यते, किन्तु आशीर्लिङ्ग् अण्ड् विदिरिङ्ग् कत्र अत्र लकारमेव अवशिष्यते इति न वक्तुं शक्यते. किमर्थम्? आशीर्लिङ्ग् अण्ड् विधिलिङ्ग् इति अर्थः अस्ति भगिनि, अर्थः अस्ति आशीर्वादार्थे अर्थः अस्ति. लकारः तु लु इत्येव अवशिष्यते, परन्तु तस्मिन् अर्थे प्रत्ययः भवति, आशीर्वादार्थे प्रत्ययः भवति. अतः विध्यर्थे प्रत्ययः भवति, अतः अर्थः अस्ति, अतः धातुतः विधिलिङ्ग् इति न विद्यते. तर्हि अस्माकं विवक्षानुगुणम् लिङ्ग् आशीर्वादार्थे भवति नो चेत् विद्यर्थे भवति. ओके ओके, धन्यवादः भगिनि, बिकास् वी हाड् दिस् डौट् इन् अवर् चिन्तनं कान्वर्सेशन्. ओके, चिन्ता नास्ति. अस्तु, तर्हि अग्रे मीना भगिनी पठतु. न श्रूयते, न श्रूयते, इदानीं श्रूयते, वदतु. तर्हि भट्टोजि दीक्षासिद्धान्तकौमुदी कारेण सिद्धान्तकौमुदी कारेण स्वीकृतमार्गः नितरां दोषः इति किम् भाष्यकारकमार्गद्वयमपि प्रतिपादयति. महाभाष्ये द्वयोरपि मार्गयोः अङ्गीकारः सिद्धान्तकौमुदीकारः अपि स्वस्य मार्गस्य कारणं प्रदर्शयति. भवती स्पीकर् मध्ये अस्ति वा? अस्ति, स्पीकर् मध्ये अस्ति, हेड्सेट् धारयतु भगिनी. मध्ये मध्ये श्रूयते, मध्ये न श्रूयते? तर्हि भट्टोजि दीक्ष श्रूयते वा भगिनि? अद् न श्रूयते, न श्रूयते, श्रूयते, श्रूयते, वदतु. तर्हि भट्टोजि दीक्षितसिद्धान्तकौमुदीकारेण स्वीकृतमार्गः नितरां दोषाय इति किम्? भाष्यकारः मार्गद्वयमपि प्रतिपादयति. महाभाष्ये द्वयोरपि मार्गयोः अङ्गीकारः सिद्धान्तकौमुदीकारः अपि स्वस्य मार्गस्य कारणं प्रदर्शयति नाम तथा न भवति चेत् परिभाषेन्दुशेखरे प्रस्तुतपरिभाषा निष्प्रयोजनं भवति. अस्य सर्वस्य दर्शनेन मातृभिरुच्यते यत् भट्टोजि दीक्षितमार्गः दोषाय न किन्तु अस्य अनावश्यकता. यदि भट्टोजि दीक्षितसः किं वदति भगिनि? भट्टोजि दीक्षितस्य सिद्धान्तकौमुदी सिद्धान्तकौमुदी स्वीकृतमार्गः दोषाय इति किम्? दोषाय न, भाष्यकारः मार्गद्वयं प्रतिपादयति. महाभाष्ये द्वयोरपि मार्गयोः अङ्गीकारः सिद्धान्तकौमुदी अहं पुनरपि पठामि भगिनि. सिद्धान्तकौमुदीकारः अपि स्वस्य मार्गस्य कारणं प्रदर्शयति नाम तथा न भवति चेत् परिभाषे इन्दुशेखरे प्रति प्रस्तुतपरिभाषा निष्प्रयोजनं भवति. कः अस्ति परिभाषे इन्दुशेखरे कः भगिनि? इन्दुशेखरे अत्र अत्र विनयमहोदय वदति वा किमस्ति अत्र, अवगच्छति वा? अहं केवलं इच्छामि एक अन्य भाष्यकारः इन्दुशेखरः न भाष्यकारः नास्ति, परिभाषेन्दुशेखरः इति ग्रन्थः नागेशः इति वैयाकरणेन तत्र सङ्ग्रहितानि सन्ति, तत्र परिभाषाः सङ्ग्रहिताः सन्ति तत्र. परिभाषाः इत्युक्ते तत्र वयं जानीमः खलु, परिभाषा इत्युक्ते यत्र कुत्रचित् सूत्रेषु यत्र सूत्रेषु क्लेशः भवति अवगमनार्थं स्पष्टीकरणार्थं परिभाषा भवन्ति, परिभाषाः भवन्ति. तस्य नाम एव परिभाषेन्दुशेखरः न, ग्रन्थस्य नाम अस्ति परिभाषेन्दुशेखरः. ग्रन्थस्य नाम अस्ति परिभाषेन्दुशेखरः इति ग्रन्थः अस्ति. तस्मिन् ग्रन्थे परिभाषाः सन्ति, परिभाषाः सङ्ग्रहिताः सन्ति. तस्य लेखकः अस्ति, लेखकः नास्ति, तत्र तस्य ग्रन्थस्य लेखकः अस्ति नागेशः इति, नागेशभट्टः इति. अस्तु, अत्र विनय् महोदय किम् अस्ति, अवगच्छति वा? यदि परिभाषः अपि प्रस्तुतः सिद्धान्तकौमुदीकार अपि कारणं प्रदर्शयति, तथापि माताजी वदति आवश्यकता कथं भवति? मार्गः प्रायशः दीर्घमार्गः अस्ति, अतः लाघवत्वं कारणेन माताजी प्रतिपादनं करोति, माताजी मातुः प्रणालिः समीचीनं महोदय, समीचीनं. किमपि वक्तव्यं वा अन्यत्? न, अन्यत् चेत् अहम् एक प्रश्नः आसीत्. सर्वे लकारेषु लिट् लिङ् लिट् लुङ् इत्येषु चतुर्षु लकारेषु साक्षात् विकरणविधानं, विकरण अस्थ अर्थः कः अत्र? विकरणम् इत्युक्ते तत्र कर्तरि शप् अथवा श्यन् न, विकरण अत्र तु विकरणविधानम् इत्युक्ते तत्र स्य स्य अथवा तास् अथवा चिलि एते एते एतेषां विधानम्, एते अपि विकरणः एव खलु. अतः एतेषां परन्तु शप् समानं नास्ति. न न, शप् समानं नास्ति इत्युक्ते तत्र स्य अपि विकरणप्रत्ययः, धातु तिङ् प्रत्ययः अस्ति इति कृत्वा विकरणः अस्ति, विकरणः इति नाम अस्ति तस्यापि, परन्तु सामान्यतया विकरणः इति न वदामः. तत्र स्यति इति एकं कृत्वा वदामः, यतोहि स्यति इति सर्वत्र भवति, सर्वेभ्यः धातुभ्यः स्यति इति एव भवति, अतः स्यति इति वदामः. परन्तु स्य इति तु विकरणः एव अस्ति. अस्तु, तर्हि अस्मिन् परिच्छेदे बुद्धं खलु भगिनि, कौमुदीकारेण नागेशः पूर्वं वा? न न न, कौमुदीकारस्य अनन्तरमस्ति नागेशः. कौमुदीकारस्य पुस्तकं दृष्ट्वा एतद् वार्तिकं लिखितवान् वा? विकरण सः न लिखितवान् तत्र, वार्तिक न, वार्तिकं नास्ति. प्रस्तुत परिभाषा इति परिभाषा, परिभाषा लिखितं वा? न न न, एकक्षणं न न, वदामि एकक्षणम्. अत्र प्रथमतया पाणिनिः अस्ति, तदनन्तरं तत्र वार्तिकारस्य वार्तिकानि, वररुचेः वार्तिकानि, कात्यायनस्य वार्तिकानि, वार्तिकानि, तदनन्तरं महाभाष्यकारस्य पतञ्जलेः महाभाष्यम् अस्ति, महाभाष्यम्, तदनन्तरं तत्र परिभाषेन्दुशेखरः इत्यादयः तदनन्तरम् आगताः. परन्तु परिभाषाः तु पूर्वमपि आसन्, परिभाषाः पूर्वम् आसन्. नागेशः, नागेशभट्टः सः किं कृतवान् इत्युक्ते सर्वेषां सङ्ग्रहणं कृतवान्, एकत्र स्थापितवान् पुस्तके. पूर्वमपि एते एताः परिभाषाः आसन्. अतः अत्र किम्, अस्मिन् परिच्छेदे किम् अस्ति इति चेत्, अत्र सिद्धान्तकौमुद्याम् एकः मार्गः स्वीकृतः अस्ति, सः मातुः भिन्नः मार्गः, मातृभिः भिन्नः मार्गः स्वीकृतः. तर्हि तयोः मध्ये तत्र सिद्धान्तकौमुद्यां यः मार्गः अस्ति सः मार्गः दोषाय अस्ति वा इति प्रश्नः इति चेत् न, सिद्धान्तकौमुद्यां यः मार्गः स्वीकृतः सः अपि समीचीनः, मातृभिः यः मार्गः स्वीकृतः सः अपि समीचीनः. किमर्थम् इति चेत् तस्य प्रमाणं किम् इति चेत् भाष्यकारः मार्गद्वयमपि अङ्गीकरोति, सः वदति मार्गद्वयमपि समीचीनम् एव, अतः अस्माकं विवक्षानुगुणं वयं यं कमपि मार्गं स्वीकर्तुं शक्नुमः. सिद्धान्तकौमुदीकारस्य मतेन किमर्थम् एतादृशमार्गः स्वीकृतः इति चेत् तत्र विकरणेभ्यो नियमः बलीयान् इति परिभाषा निष्प्रयोजनं न स्यात् इति कृत्वा एव सः तं मार्गं स्वीकृतवान्. परन्तु मातृभिः कथनं किम् अस्ति इति चेत् माताजी वदति यत् तत्र सूत्रे एव उक्तं खलु लकारस्य अवस्थायाम् एव स्य इति प्रत्ययः भवति, अतः सूत्रस्य शक्तिः इतोपि अस्ति, सूत्रमेव बलवत् अस्ति परिभाषायाः अपेक्षया, अतः सूत्रस्य बलेन लकारस्तरे एव स्य इति प्रत्ययः भवतु, अपि च तस्मिन्नेव लाघवमपि अस्ति, अतः अत्र सिद्धान्तकौमुदीकारस्य मार्गस्य आवश्यकता नास्ति, यतोहि तद् मार्गं दीर्घम् अस्ति, तत्र कर्तरीशप् इत्यादयः इत्यादीनां चिन्तनं करणीयम्, अत्र तु मातुः मार्गे तादृशचिन्तनस्य आवश्यकता नास्ति. बुद्धं खलु भगिनि? विकरणेभ्यो किम् अस्ति भगिनि तत् सूत्रं? सूत्रं नास्ति, परिभाषा. विकर्णेभ्यो नियमो बल्यान् अत्र लिखितमस्ति खलु, विकर्णेभ्यो नियमो बल्यान् इति, तस्य अधिकविवरणं नास्ति इदानीं मास्तु इति कृत्वा विवरणं न दत्तं, परन्तु तत् तां परिभाषाम् आश्रित्य कौमुदीकारः प्रथमं तिङ्प्रत्ययस्य विधानं करोति, तदनन्तरं स्यप्रत्ययः आनयति, सप्रत्ययम् आनयति. भगिनी भाष्यकारः मार्गद्वयमपि प्रतिपादयति इति उक्तं खलु भगिनी, तत्र मार्गद्वयं किम् अस्ति? सिद्धान्तकौमुदीकारस्य मार्गः अपि च मातुः मार्गः. मातुः मार्गः इत्युक्ते तत्र मातुः मार्गः इति इदानीं वयं वदामः, परन्तु तादृशमार्गः यत्र लकारावस्थायामेव स्य इति प्रत्ययः भवति, लकारावस्थायां स्य इति प्रत्ययः भवति इति मातुः मार्गः नास्ति वस्तुतः. तादृशमार्गः अपि आसीत् पूर्वमेव आसीत्, परन्तु मातुः तादृशमार्गम् अङ्गीकरोति. अस्तु अस्तु, सा स्वीकरोति तादृशमार्गम्, अतः वयं मातुः मार्गम् इति वदामः, परन्तु मातुः पूर्वम् आसीत् वा इति तादृशचिन्तनं नास्ति अत्र. मातुः तादृशमार्गं स्वीकरोति तावदेव. चिन्तनं तु पूर्वमेव आसीत्. अस्तु अस्तु भगिनि, धन्यवादः. अस्तु सुमन् भगिनि, मम चिन्तनं स्य इत्यस्य लकारस्य परे स्य तस्मात् तदनन्तरं ति आगच्छति, वर्तमानप्रत्यय तिङन्नप्रत्ययम्. इन् शाफ् देट् स्यति इति चेत् तस्य स्पष्टीकरणमस्ति चेत् स्पष्टीकरणं भवेत् इति धातु देन् अति तिगन्तम् अस्ति, अण्ड् ति सेपरेट्लि लेट् अस् टेक् इट् सति. तदेव मातुः अपि वदति, स्यति इति एव स्वीकरोतु, तत्र न कोऽपि क्लेशः, यतोहि सर्वेभ्यः धातुभ्यः स्यति इति एव अस्ति, परन्तु सूत्रमार्गेण गच्छामः चेत् तत्र प्रथमं स्य भवति, तदनन्तरं तिङ् भवति, सर्वत्र स्यति इति एव अस्ति, न कोऽपि भेदः. यः कोऽपि दातुं स्वीकरोतु, स्यति इति योजयामः चेत् तस्य लृट् लकाररूपं प्राप्नुमः इति अस्ति. समीचीनं, तथैव अस्ति भगिनि. भवती वदति तत्र किमर्थं सूत्रद्वयं, तत्र स्यति इति एकमेव सूत्रं कर्तुं शक्नोति इति भवती वदति खलु. अस्तु अस्तु, यत्किमपि भवतु, तर्हि अग्रे सर्तुं शक्नुमः. अत्र सुमन् भगिनी पठति वा? आं भगिनि, अत्र प्रश्नः उदेति यत् प्रथमं विधानं भवति चेत् अनन्तरं कथं वा लृट् लृट् स्थाने तिप्तर्जी इत्यनेन पिबादयः आगच्छेयुः. सूत्रे धातोः इत्यस्य अधिकार अनेन प्रत्ययः साक्षात् धातोः अनन्तरं स्यात्, स्य प्रत्यय किन्तु मध्ये आगतः. उत्तरम् अस्ति यत् अत्र धातोः प्रत्ययविधानं न जायमानं. लृट् प्रत्यय धातोः प्रत्ययविधानम् आसीत्, अधुना लिट् प्रत्यय वर्तते एव। अत्र लस्य इत्यस्य सामर्थ्यात् धातोः इत्यस्य अधिकारः नास्ति, नावश्यकम् एव। क्रमः अस्ति धातोः परः ऋट् तदा मध्ये स्य तदा ऋट् स्थाने लिट् स्थाने तिवादयः। अत्र स्थाने इति कार्यं न तु धातोः, धातोः परः यत् कार्यम् अपेक्षितम् आसीत् तत् तु सञ्जातम् अधुना लस्य इति षष्टिविभक्तौ तस्य च प्राधान्यम्। साधारण टीकाग्रन्थेषु टिब् आदीनां विधाने धातोः इत्यस्य अधिकारः प्रदर्शयते, यतोहि तत्र प्रथमं तिबादयः तदा शप् प्रभाव्य स्य, किन्तु यदा स्य प्रत्यय प्रथमम् आयाति अपि च तस्मात् प्रभावे लृट् जातः धातोः तदा लस्य इत्यनेन एव कार्यं भवति। धातोः इत्यस्य द्विवारम् आनयनं नावश्यकम्। प्रयत्नं करोमि भगिनि। अत्र किं वदति इत्युक्ते इदानीं लकारस्य इदानीं तु लृट् लकारः अस्ति, धातुयोग लृट् भवति, तत्र धातुयोग ल भवति। लकार इदानीं तु लकारस्य स्थाने अस्य आदेशः भवति, इदानीं स्य आदेशः भवति चेत् तत्र लकारस्य स्थाने न भवति खलु, न धातो लकारस्य मध्ये भवति, क्षम्यता, तत्र धातो इदानीं तु तत्र कथं तिप्तस् जि तिङन्तं प्रत्ययं कथं, परिस्थितिः का भवेत् भगिनि, अत्र परिस्थितिः का, पुनः वदतु परिस्थितिः का, का परिस्थितिः? धातुयोग ऋट् अनन्तरं धातुयोग ल, इदानीं ऋट् अस्ति अतः स्य मध्ये आगच्छति। अस्तु, धातुयोग स्य योग ल अस्ति, इदानीं स्य अस्ति चेत् धातुतः तिप्तश्चि इति कथं विधीयते इति प्रश्नः सम्यक् वा? धातुः अस्ति चेत् कथं स्य विधीयते इति, किमर्थं तत्र किमर्थं तिप्तश्चि कथम् आयाति इति, किमर्थं तादृशप्रश्नः, किमर्थं तिबादयः न आगन्तुं शक्नुवन्ति? धातुतः विधीयते खलु, धातोः इत्यस्य अधिकारः अस्ति तत्र, इदानीं तत्र धातु धातोः अनन्तरं स्य इति प्रत्ययः अस्ति, धातोः इत्यस्य अधिकारः अत्रापि अस्ति, लस्य इति सूत्रेण तिबादयः यदा आयान्ति तत्रापि धातोः इत्यस्य अधिकारः अस्ति खलु, तर्हि कथं वा तिप्रत्ययः आगन्तुं शक्नोति यदा स्य प्रत्ययः मध्ये आगतः इति प्रश्नः अस्ति, तदर्थम् उत्तरं किम्? इदानीम् अहं चिन्तयामि उत्तरम् अस्ति तत्र लक्ष्य एव कार्यं करोति, लक्ष्यतः एव तित्तजी आयाति विधीयते, न तु धातोः तत्र पुनः धातोः न आवश्यकं भवति. सत्यम्. अत्र सूत्रे लस्य इति उक्तमस्ति, लस्य इत्यनेन लकारस्य स्थाने इति अर्थः, स्थानी एव उक्तमस्ति सूत्रे, लस्य लकारस्य स्थाने तिबादयः आयान्ति इति उक्तमस्ति सूत्रे. तत्र धातोः इत्यस्य आवश्यकता नास्ति वस्तुतः, लकारस्य स्थाने तिबादयः विधीयन्ते. लकारः तु धातुतः विधीयते, तत्र तु यदा धातुतः लकारः विधीयते तत्र तु धातोः इत्यस्य अधिकारः अस्ति, परन्तु यदा लकारस्य स्थाने तिबादयः आयान्ति तत्र केवलं स्थानी एव उक्तं, न तु धातोः, धातोः इत्यस्य अपेक्षा, धातोः इत्यस्य आवश्यकता एव नास्ति नास्ति. तर्हि अत्र प्रश्नः भवति अग्रे, टीकाग्रन्थेषु बहुत्र लस्य इति सूत्रे अपि धातोः इत्यस्य अधिकारः अस्ति इति प्रदर्शितः अस्ति बहुषु ग्रन्थेषु. तर्हि तस्य को अर्थः इति चेत्, तत्र किमर्थं धातोः इति सूत्रस्य अधिकारः दत्तः प्रदर्शितः इति चेत्, तत्र तु प्रक्रिया कथं भवति इति चेत्, धातुतः लकारः अस्ति, प्रथमं लकारस्य स्थाने तिबादयः आयान्ति, कौमुदीकारमतेन यथा भवति तथा भवति, अतः तस्मिन् सन्दर्भे तु धातोः इत्यस्य आवश्यकता अस्ति. परन्तु इदानीं मातुः मार्गे वयं गच्छामः चेत् लस्य इति सूत्रे धातोः इत्यस्य आवश्यकता नास्ति, द्विवारम् आनयनस्य आवश्यकता नास्ति इति अर्थः अस्ति. अस्तु, तर्हि गोमती भगिनी अग्रिमपरिच्छेदं पठति वा? समापयामः. पठामि. अन्ते च लिट् आशीर्लिङ् इत्यनयोः कादिति, तत्र आर्थधातुकत्वं साक्षात् विधीयते, लिट् च लिङ् आशिषि इति सूत्राभ्यां. किमर्थमिति चेत् उभयत्र विकरणप्रत्ययः एव नास्ति. तादृशम् अर्थधातुकविधानं यदि न भविष्यत तर्हि उभयत्र कर्तरि शप् भवति स्म. तस्य निवारणार्थम् अर्थधातुकत्वं साक्षात् विहितम्. आशीर्लिङ्गि सियुट् विद्यते, किञ्च सः तु आगमः न तु प्रत्ययः. इदानीं आशीर्लिङ्ग् और् लिट् लकारस्य लकारः लहारं विहाय बाकि सर्वत्र लकारस्य विषये वदति. अत्र लिङ्क् लिट् आशीर्लिङ्ग् तत्र लिट् आशीर्लिङ्ग् धातोः अनन्तरम् आयाति, तत्र सार्वधातुकप्रत्ययः वा आर्थधातुकप्रत्ययः वा इति चिन्तयामः चेत्, सार्वधातुक तिप् आयाति, परन्तु तत्र तिप सार्वधातुकप्रत्ययः अस्ति, परन्तु लिट् च लिङ्गाशिषि इति सूत्राभ्यां वदति, तत्र अर्थधातुकप्रत्ययः भवति. किमर्थं चेत् तत्र वयं विकरणप्रत्ययः न पश्यामः. भगिनी, विकरणप्रत्ययः अत्र लकारनिमित्तप्रत्ययः वा धननिमित्तप्रत्ययः वा? न, अत्र तु लकारनिमित्तिकप्रत्ययः नास्ति. लिट् लकारे अशीलिङ्ग् लकारे तत्र लकारनिमित्तिकप्रत्ययः नास्ति. तत्र लिट् लकारः लिट् च इति सूत्रेण लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः भवति अपवादत्वेन. अशीलिङ्ग् लकारे अपि तिङ् प्रत्ययः अपवादत्वेन भवति, अतः अत्र विकरणप्रत्ययस्य विधानं न शक्यते. यदि लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः नास्ति, सार्वधातुकः इति अस्ति, यदि लिच् इति सूत्रं नास्ति इति चिन्तयामः चेत् तत्रापि कर्तरि शप् इत्यस्य अवसरः भविष्यति, यदा तथा भवति तर्हि अनिष्टरूपपत्तिः भवति, यतोहि तत्रस्य तत्र मध्ये शप् इति न विवक्षितं तत्र, अतः तस्य शप् विधानं न भवतु इति कृत्वा एव लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः, एवमेव अशिलिङ्ग् लकारे तिङ् प्रत्ययः आर्धधातुकः, येन तत्र कर्तरिषप् इत्यस्य अवसरः न भवति, तत्र अवसरः न भवतु इति कृत्वा एव एतयोः एताभ्यां सूत्राभ्यां तिङ् प्रत्ययस्य आर्धधातुकत्वं विवक्षितम्। अस्तु, इति तावदस्ति अत्र परिशिष्टे। अस्माकं केवलम् अवगमनार्थमेव एक्स्ट्रा क्रेडिट् इति चिन्तयितुं शक्नुमः, परन्तु मातुः पद्धति किम् अस्ति इति वयं स्पष्टतया जानीमः चेत् पर्याप्तम्। अस्तु, तर्हि प्रश्नः अस्ति वा? नो चेत् अत्र स्थगयामः। अस्तु, तर्हि धन्यवादः, नमस्कारः। धन्यवादः भगिनि, भवन्तः इच्छन्ति वा? न इच्छन्ति चेत् न इच्छन्ति वा? अस्तु, तर्हि केन्सल् कुर्मः। किमर्थं भगिनि? तत्र नवरात्रि इति कृत्वा। अस्तु भगिनि, विजयदशमी। हा, विजयदशमी भगिनि, दट् डे एवरीबडि स्टार्ट्स्, व्हाई शुड वी स्टॉप व्हाट वी आर हैविंग सो इन द नाइट, बाय द टाइम एवरीथिंग विल बी ओवर। ओके, नवरात्र वदन्तु, इच्छन्ति चेत् करोमि, नो चेत् न। मह्यं एकक्षणं रेकार्डिङ्ग् स्थगयामि।